तिष्ठति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। चेत् ह्यस्तनी अस्ति किञ्चित्। प्रसङ्गः एकस्तु ये यज्ञ अर्थात् व्यावहारिक यज्ञ प्रधाना येषां दृष्टिर्वर्तते चेत् तेषां मते तु अगस्त्यः कश्चित् ऋषिः तेन हवे निरूपितम् अन्यस्मै च दत्तम् इति स्यात्। आदि भौतिक दृष्टौ तु एते सर्वथापि तत्र चेत् तत्र आदिभौतिक दृष्ट्या तु किन्नाम इन्द्रः वर्तते अन्तरिक्षस्थानी देवता, तत्र वायुर्वा इन्द्रो वा अन्तरिक्षस्थानः इति तत्र उक्त्वा अग्रे निर्देक्ष्यते किन्नाम दैवतकाण्डे। चेत् प्रायेण प्रतिध्वनिरत्र आगच्छति अद्य ममैव ध्वनिः अत्र श्रूयते। कश्यप अत्र नास्ति वा कश्यप? ओम् अधुना नागच्छति। चेत् किमस्ति, प्रायेण आदिभौतिकः पक्षः अत्र निरूपितो वर्तते चेत् तत्र मध्यस्थानो देवः एषः भवति इन्द्रः। तत्रापि विशेषेण सूर्यस्य या मध्यस्थानगता स्थितिर्वर्तते सः इन्द्रः विद्युत्रूपेण आख्यायते। अगस्त्यः अगः गतिरहितः पदार्थः उच्यते, स्थिरपदार्थः उच्यते चेत् तत्र तस्य अपत्यम् उत वा उत्तरावस्था वैदिके तत्र क्षेत्रे या विकृतिः वर्तते सापि अपत्यत्वेन आख्यायते। विकृतिरिति उत्तरावस्था, अत्रापि सा एव स्थितिर्वर्तते। एवं तु उत्तरावस्था एव पुत्रः इति वा अपत्यमिति वा उच्यते तत्र। चेदत्र मन्ये एवं केनचित् टीकाकारेण तथा निर्देशस्तु न कृतो वर्तते। तेन भगवद्दत्तेनापि तथा निर्देशः न कृतः अस्ति कश्चित्। तेऽपि प्रायेण गभीरं विज्ञानमत्र वर्तते इत्युक्त्वा एव अग्रे चलन्ति। गभीरं विज्ञानं तत् किम् अस्ति इति न प्रायेण स्फुटीक्रियते। सायणादिना यद् व्याख्यानं क्रियते तत्तु केवलं कर्मकाण्डगतमेव वर्तते, तस्य निदानम्, एतत् निदानम् उच्यते। निदानमिति पूर्वावस्था। नूनं शब्दस्य प्रयोगः नहीं, एतत्तु अग्रिमे अग्रे या ऋचा दीयते तस्याः निदानमस्ति, न नूनमस्ति नो श्वः इति तस्याः ऋचः निदानमस्ति। तत्तु प्रसङ्गः, तस्याः ऋचः प्रसङ्गः। किम् अप्रासङ्गिकम्? अप्रासङ्गिक उच्यते, केन रूपेण उच्यते अप्रासङ्गिक? गृहखण्डेषु बहवः वार्ताः अग्रे यदुच्यते न नूनमस्ति न श्वः, तेनापि एतत् न सम्बन्धते। तस्य तदस्ति न निदानम्, तस्य मन्त्रस्य निदानम् एतद् वर्तते। निदानम् एवं भवति न, यतोहि तत्र अनिश्चितता उच्यते ऋचि, यत् अद्य यद्वर्तते तत्रापि सन्देहो वर्तते, यत् अस्ति एव न तत्र तु तस्य तु का स्थितिर्वर्तते, यतोहि अनेन हवे निरूपितम् अन्यस्मिन् चेदत्तं चेत् तत्र अयं खिन्नः वदति एतं ऋचम् इति वक्तुम् इच्छति। एवमस्ति, तस्य निदानभूतम् एतद् वर्तते। निरुक्त के इन दो खंडों में अनेक बातें प्रासंगिक हैं, क्योंकि यास्क ने निपातों के अर्थ प्रदर्शन में अपने समय की भाषा से उदाहरण दिए हैं। आज नमस्ते जी। वेदों से नहीं। ओम, हाँ जी, इत्यस्य पक्ष दिए थे। यदि सूक्ष्म दृष्टि देखा जाए तो यह ऋषि यह आक्षेप था इस खंड में उभयम, ये तो बात अलग हो गई, इतिहास का अभाव। इस सूक्त में अगस्त्य नाम इतिहास प्रसिद्ध ऋषि का नहीं है, यह इंद्र का एक नाम अथवा उपाधि प्रतीत होता है। इंद्र का, इंद्र से पक्षे दिए थे। इतिहास प्रसिद्ध ऋषि का नहीं है, यह इंद्र का एक नाम अथवा उपाधि प्रतीत होता है। प्रसंगे ने तो जायते अगस्त्य का यजमानो वर्तते, इंद्रस्य तस्य देवता वर्तते, तस्य हवे निरूप्यते, अन्यस्मैश्च प्रदीयते, ऐसा अत्र दीयते। परम अपरः पक्षः केनचित् न दीयते, अत्र सामान्येन शब्दानुवाद एव क्रियते सर्वैः। दुर्गटीकायाम् तु कर्मकाण्डपरमेव व्याख्यानं लभ्यते प्रायेण। सायणस्य तु किमस्ति? किमस्ति? किं नागच्छति? अग्रिम मंत्रस्य निदानम एतदुच्यते निदानम कदा इयम ऋचा अभूदिति एवं यापि काश्चन ऋचाः अत्र दीयन्ते तासां प्रायेण निदानम् अत्र दीयते निरुक्ते तस्य च आदि भौतिकी योजना कर्तव्या अस्ति क्वचित् तु क्रियते क्वचित् दुर्गेण क्वचित् भगवद्दत्त महोदयैः परं क्वचित् शब्दानुवादं कृत्वा इव त्यज्यते अत्र दीयते न अनेन दुर्गेण अगस्त्येन्द्राय इति निदानवतां मन्त्राणां निदानमेव पूर्वं वक्तव्यम् अर्थात् येषां मन्त्राणां निदानानि सन्ति तेषां निदानम् तेन हि अतितरामर्थः उच्यमानः प्रकाशते तथा पदानि ततोऽर्थः तथा प्रत्येकं विग्रहेण शब्दनिर्वचनम् एष हि व्याख्याक्रमः पूर्वं निदानं ततः मन्त्रः ततः तस्य अर्थः ततः प्रत्येकं विग्रहः ततश्च शब्दनिर्वचनमिति उत्थानिका प्रसङ्गः अगः कुम्भः तत्र स्त्यानः संहतः इति अगस्त्यः अगे कुम्भे संहतः अगस्त्यः स इन्द्रार्थं भवे निरूप्य मरुद्भ्यः सम्प्रति सञ्चकार सम्प्रदातुम् ऐच्छदित्यर्थः स इन्द्रेण इन्द्र उपेत्य परिदेवयाञ्चक्रे परिदेवना नाम मन्युपूर्वको विलापः परमत्रापि तु उद्घाटितं तु नास्ति रहस्यम् कः असौ कुम्भगतः इति तदेवं केचित् केनचित् न दीयते तत्र दीयते किञ्चित् ब्रह्मुनिना दीयते मन्ये तत्र द्रष्टव्यमासीत् कृतं ब्रह्ममुनि अच्छा सामान्येन विलुप्तम् एतत्तु चेत् एवमत्र ज्ञातुं शक्यते यत् अन्यस्य व्यवहारे सर्वथापि सन्दिग्धता भवति अलम् एवमत्र वक्तुं शक्यते चेत् अगस्त्येन यदा अभिनिरूप्य अन्यस्मै सम्प्रदित्सा कृता इन्द्रेण च तत्र परिदेवना प्रकटिता अनेन रूपेण तत्र वर्तते ननूनमस्ति नौष्वः कस्तद्वेद यदद्भुतम् अन्यस्य चित्तम् अभिसञ्चरेण्यम् उताधीतम् विनश्यति न नहि नूनम् अस्ति यत् अद्य तदेव नास्ति चेत् श्वः यः अस्ति तस्य विषये कः वेद कः जानाति यत् अद्भुतम् यत् अधुना वर्तते एव न तस्य विषये कः जानाति यदि वर्तते यदि तदेव अनिश्चितं वर्तते चेत् यद् न वर्तते तस्य विषये कः जानाति किमर्थमिति चेत् अन्यस्य चित्तम् अभिसञ्चरिण्यम् अन्यस्य चित्तं सदापि अभिसञ्चरिण्यं भवति अस्थिरं भवति गतिशीलं भवति कदाचित् क्वचित् गच्छति कदाचित् च क्वचित् गच्छति मय्येव स्थास्यति सर्वथापि इति न अनिश्चितव्यम् उताधीतं विनश्यति यदेव अस्माभिर् अधीयते स्मर्यते धीयते चिन्त्यते विचिन्त्यते विचार्यते तदपि नश्यति यथा अनेन हविर्विषये चिन्तितं मदीयं भविष्यति इति पुनश्च तेन अगस्त्येन अन्यत्र दीयते चेत् तस्य विनाशो जातः हस्ते आगतमपि नष्टं भवति किमस्ति तस्यार्थम् नै शब्दस्य अर्थे अत्र न वर्तते अत्र तु व्यावहारिकी एका योजना वर्तते यत् अन्यस्य विषये सर्वथापि स्थिरता न आधेया अन्यस्य विषये अन्यः यदि एवं तु विश्वासेनैव कार्यं चलति व्यवहारः चलति तत्तु सत्यमस्ति परम अन्यस्य परिस्थितिर भिन्ना वर्तते, अन्यस्य चित्तम भिन्नम वर्तते, तच्च गतिशीलम वर्तते। अधुना मयि वर्तते अपरस्मिन् एव क्षणे अन्यत्र भविष्यति। एवं भवति। केन सह? अगस्त्येन इति वाक्येन सह। तत्र निदानं प्रदत्तम्, अस्याः ऋचः प्रसङ्गः प्रदत्तः यत् एकदा अगस्त्येन ऋषिणा हविर्निरूपितम् इन्द्रम् उद्दिश्य, इन्द्राय प्रदास्यामि इति उद्दिश्य हविर्निरूपितम्। निरूपिते सति च यतोहि इन्द्रस्य मनसि आगतं यत् अधुना तु हविर् मम अस्ति, पुनः तस्मिन्नेव काले अगस्त्येन सम्प्रतिज्ञा कृता यत् अहं तु अन्यस्मै दास्यामि इति, चेत् तस्य इन्द्रस्य मनसि खिन्नता जाता। या खिन्नता आसीत् सा एव अत्र एतया ऋचा प्रकटीक्रियते इति निदानं तत्र दीयते। सम्बन्धः तत्र विद्युत्रूपेण वर्तते, विद्युत्रूपेणापि अस्ति, वायुरूपेणापि, उभयतापि वेदेषु लभ्यते। इन्द्रशब्दस्य प्रयोगः तत्र वायोः कृतेपि वर्तते, विद्युतः कृतेपि वर्तते, मध्यस्थानीये एव अस्ति सर्वथापि। न नूनमस्ति, निरुक्तकारः भाष्यं करोति, न नूनमस्ति अद्यतनम्, न अद्यतनम् अस्ति। तत्र विचिकित्सार्थीयः, विचिकित्सार्थीय निश्चितार्थः, नूनं निश्चयेन नास्ति, यः अद्यतनीयः अद्यतनम् अस्ति तत् निश्चयेन नास्ति। नो एव श्वस्तनः, यदेव श्वस्तनं वर्तते तदपि निश्चितं नास्ति। अद्यतनशब्दः आगतः अत्र अद्यस्मिन् अद्य अस्मिन् द्यवि चेत् अद्य एकः अकारः वर्तते अपरश्च द्यकारो वर्तते, चेत् अस्मिन् इति शब्दात् अकारो गृहीतः, द्यवि द्युशब्दाच्च द्यकारः गृहीतः। द्यु इति अग्रे आगच्छति चेत् अस्मिन् द्यवि चेत् द्यु कः भवति, द्युरिति अन्नो नामधेयम्, द्युच्यते दिनस्य कृते, द्युशब्दः प्रयुज्यते चेत् अस्मिन् द्यवि अर्थात् अस्मिन् दिने, अस्मिन् अहनि इति अद्य, द्योतते इति सतः अन्नो नामधेयम् द्युः किमर्थं भवति चेत् द्योतते इति सतः, यतोहि तत्र प्रकाशता भवति, द्योतना भवति, अतः स द्युः इति उच्यते। श्वः शब्दः आगतः, एतानि आनुषङ्गिकाणि निर्वचनानि सन्ति न तु निघण्टुगतानि, गतानां पदानां। श्वः उपाशंसनीयः कालः, सर्वथापि प्रतीक्षणीयः कालः भवति, अतः सः श्वः इति उच्यते। तत्सम्बद्ध एव ह्यो शब्दो वर्तते, किमस्ति प्रतीक्षमाणः, ह्यः शब्दः तत्सम्बद्धः चेत् सोऽपि व्याख्यायते। ह्यः हीनः कालः, ह यः, ह ओहात्यागे, यः गतः कालः, हीनः कालः, सः ह्यः, ओहात्यागे त्यक्तः कालः, गतः कालः, किमस्ति उपाशंसनीय इति समीपस्थितः, आशंसा का भवति, आशंसा व्याकरणे आगच्छति, आशंसा शब्दः प्रयुज्यते न तत्र, चेत् आशंसा अप्राप्तस्य पदार्थस्य प्राप्तुम् इच्छा आशंसा इति, तत्र आशंसा शब्दस्य स्वरूपं प्रदर्शितं वर्तते, अप्राप्तस्य पदार्थस्य प्राप्तुम् इच्छा आशंसा, चेत् स एव भावः अत्रापि वर्तते। तस्य च पूर्ति आगामिनि काले एव भविष्यति, न तु अधुना न चापि जातः, अत एव उच्यते उपाशंसनीयः कालः, यो हीनः कालः। कस्तद् वेद यदद्भुतम्। अद्भुत शब्द व्याकरणे तो अधिभुवडुतच् इति निपातितम्। अत्र उच्यते कस्तद् वेद यद् अभूतम्, यद् अद्भुतम्, अद्भुतम् अर्थात् अभूतम्, यत् न भूतम्, यत् न जातम्, तत् कः वेदः, कः जानाति, अर्थात् त्रिष्वपि कालेषु यद्वर्तते तस्य विषये अन्यस्य चित्ते यद्वर्तते तत्र नैश्चित्यं नास्ति। इदमपि इतरत् अद्भुतम्, इतरदिति व्यवहारे, लौकिके व्यवहारे आश्चर्यार्थे आगच्छति, अतीव अद्भुतो जनो वर्तते, अतीव अद्भुतम् अधीते इत्यादिकं वर्तते चेत् तत्रापि अद्भुत शब्दः तत्रैव वर्तते यत्र नैश्चित्यं नास्ति, अभूतमिव। यथा विद्युत् आगता यस्मिन्नेव काले आगता तस्मिन्नेव काले गतापि, चेत् तत् अद्भुतमिव इति उच्यते, अभूतमिव, न हुआ सा, न जाने कदा अभूत् इति, अभूतमिव। अन्यस्य चित्तम् अभिसंचरेण्यम्, अन्यस्य चित्तम् सर्वथापि अभिसंचरेण्यम् भवति, सर्वथापि अस्थिरम् भवति, क्वचिदपि गच्छेत्। अभिसंचरेण्यम् अभिसंचारी, अभिसंचारी इति तत्र तच्छीलिणिनी विहितः चेत् अभिसंचरणशीलं वर्तते अन्यस्य चित्तं सर्वथापि। अन्यः, अन्यः शब्दः अत्र आगतः, अन्यशब्दस्य कः अर्थः, न आनेयः। अत्र प्रसङ्गः कश्चित् चलति चेत् कश्चित् जनः आहूतः, कश्चित् जनस्य न आहूतः, ये न आहूतः स एव अन्यः, यतो हि अत्र प्रसङ्गे स न आनेयः आसीत्, अतएव न आनेयः अन्यः। चित्तं चेततेः, चित्तशब्दो वर्तते चेततेः चिति संजाने, संजानात्मकम् एव चित्तं भवति, ज्ञानात्मकमेव चित्तं भवति, अर्थात् ज्ञानं नास्ति चेत् चित्तमपि नास्ति, चित्तस्य स्थितिः ज्ञानेनैव भवति, ज्ञानेनैव अस्ति इति। उताधीतं विनश्यति, अपि उत शब्दः अप्यर्थे वर्तते, अपि आध्यातम्, आध्यातम् आसमन्ताध्यातम् चिन्तितम्, मम एतद् भविष्यति, मम एतद् भविष्यति, अग्रिमे एव क्षणे तस्य विनाशोऽपि जायते, यतोहि अन्यचित्तगतम् तद् वस्तु वर्तते आसीद् वा इति। विनश्यति आध्यातम्, सम्यक् प्रकारेण यद् ध्यातम् आसीत्, चिन्तितम् विचारितम् वा आसीत्। अभिप्रेतम्, तस्यैव अर्थान्तरं दीयते, अभिप्रेतम्, यदेव अभिप्रेतम् आसीत् चेदत्र विचिकित्सार्थीयः नूनं शब्दः प्रदर्शितः, तस्य प्रयोगः प्रदर्शितः, अथापि पदपूर्णः, पदपूर्णेऽपि नूनं शब्दः आगच्छति, यत्र तस्य विशेषार्थः न द्योतितः वर्तते। किमस्ति, परन्तु मनसि एव तस्य विचारे भेदो नैव इन्द्राय नैव मरुभ्यः दास्यामि इति, तदा तु कापि कालः नास्ति, यतो हि चिन्तने सः स्वतन्त्रः अस्ति, परन्तु अत्र तु एवं प्रतीयते सः इन्द्राय हविर्निरूप्य मम कृते वर्तते इति, पुनः सः मरुभ्यः दत्तवान् चेत् एतादृशव्यवहारस्तु व्यवहारेऽपि सम्यक् न मन्यते चेत्, तदेव तु दीयते अत्र, व्यवहारोऽपि तु इत एव कृतः, एवमस्ति, अत्र तु प्रातिनिध्यं वर्तते, एषा काचित् ऐतिहासिकी घटना न वर्तते, मन्ये काचित् एतादृशी घटना स्यात् यत्र विद्युतः यत् निर्माणं भवति मन्ये आकाश अंतरिक्ष गताया विद्युत तस्याः निर्माणे या अनुकूलता भवति केन भवेत् सा अनुकूलता यथा उच्यते मन्ये यदि वृक्षाधिक्यं भवति चेत् वृष्टिराधिक्यं भवति यदि पृथिव्यां वृक्षाधिक्यं भवति चेत् वृष्टिराधिक्यं भवति वृक्षाणां नैयून्यं चेत् तत्र वृष्टिरपि नैयून्यं जायते इति अत एव तत्र वनस्पति शब्दोपि वर्तते चेत् मन्ये मेघानां अनुकूल्ये वृक्षाधिक्यम् अनुकूलां परिस्थितिम् उपस्थापयति वृक्षाधिक्यं यद्वर्तते चेत् एषा एका घटना वर्तते चेत् मन्ये वृक्षाधिक्यं यदि एवमुच्येत वृक्षाधिक्यं यद्वर्तते तत् मेघेभ्यः हविर्निरूपयति हविः किं भवति हूयते दीयते हूदानादनयोः परस्मे दीयते तद् हविः परस्मै किमर्थं दीयते समृद्ध्यर्थं तस्य परस्य समृद्धिर्यथा स्यात् तदर्थं हविः दीयते कस्मैचित् चेत् या अनुकूला परिस्थिति उपस्थाप्यते सा एव अत्र हविरूपेण उच्येत मन्ये परं तदैव तत्र परिवर्तनं जातम् केनचित् रूपेण तत्र परिवर्तनं जातम् अर्थात् तस्य अनुकूला परिस्थितिः पूर्वम् आसीत् परम् अग्रिमे एव क्षणे तत्र परिवर्तनं जातं केनचित् रूपेण वायोराधिक्यं जातम् उत्वा केनचिदपि रूपेण तत्र परिस्थितिः परिवर्तिता सर्वथापि चेत् सा एषा घटना भवेत् मन्ये मेघा आगताः तत्र च वात्या आगता सहैव यद्वात्या आगता चेत् वृष्टिः न भविष्यति यतोहि वात्यया मेघः परिह्रियते एवं काचित् तादृशी परिस्थितिरत्र भवेत् मन्ये चेत् एवम् अनेन विचारेण किमस्ति मयि मनसि दुःखाल्पता भविष्यति अरे तेन तु विश्वासघातः कृतः अरे तेन तु एवं कृतम् अरे तेन तु एवं कृतम् यदि एवं पूर्वमेव निश्चितं भविष्यति यत् अन्यस्य चित्तं तु एवमेव भवति भोः तत्र किमस्ति तत्र दुःखस्य तु कारणमेव नास्ति किञ्चित् परं तथा व्यवहारः न भवेत् व्यवहारस्तु विश्वासेनैव भवति अस्तु तदेव च अस्माभिः प्रमाणं मन्यते परं साधु धर्मः मन्यते परन्तु अत्र तु तस्मात् तत्र अपवादः भवति एवं भवति मन्ये तत्र 100 जनाः तिष्ठन्ति तत्र 90 जनाः विश्वासपूर्वकं व्यवहरन्ति परं 10 जनाः तत्र अविश्वासपूर्वकमपि व्यवहरन्ति चेत् ये 10 जनाः अविश्वासपूर्वकं व्यवहरन्ति यतोहि 90 जनानां विश्वासः वर्तते चेत् तथैव तत्रापि व्यवहारः क्रियते मया ये 10 जनाः सन्ति तेषुपि तथैव व्यवहारः क्रियते परं तैः व्यवहारः आचर्यते यतोहि 90 जनैः यः व्यवहारः कृतः तद्विपरीतः तत्र व्यवहारः दृष्टः मया अतः किमस्ति दुःखं भविष्यति अरे मम यतोहि मम तु अभ्यासः सर्वथापि विश्वासस्य अस्ति यदि अविश्वासः भवति हा यदि पूर्वमेव ज्ञानं स्यात् अरे कदाचित् एवमपि भवति यतोहि अन्यस्य चित्तम् अस्ति कदाचित् एवमपि भवति यदि यतोहि पूर्वतः एव सज्जा वर्तते तस्य कृते यदि सज्जा वर्तते चेत् दुःखाल्पता भविष्यति अथवा न भविष्यति एवं स्यात् तत्र सव्यवहार एव अत्र सूचितः उच्यते अन्यस्य चित्तम् अभिसञ्चरणीयम् नहीं मम भी वर्तते अन्य अन्य कृते पर अहम केन्द्रे भूत्वा एव तु विचिन्तयामि न सर्वथापि चेत अहमपि तु तदा तथा कर्तुं पारयामि यत् विश्वासघातं करिष्यामि चेत् परन्तु वेदसम्मतं वर्तते अभिसञ्चरणीयं भवति चित्तम् तर्हि अगस्तीनापि अभिसञ्चरणीयम् नहीं अत्र तथा विधानम न क्रियते अपितु तस्मात् दुखात् कथम उद्भूतिर भवेत् इति तत्र मार्गः प्रदर्श्यते केवलम् यदि अन्येन केनचित् विश्वासघातः क्रियते चेत् तस्मात् दुखात् उद्भवनम् कथम् नु भवेत् इति विश्वासघाताय मन्त्रेण न प्रेर्यते एवं नास्ति यत् मयापि विश्वासघातः कर्तव्यः सर्वैः सह यतो अन्येन कृतः चेत् मयापि कर्तव्यः यदि मया सह अन्येन कदाचित् कृतः स्यात् चेत् तत्र किं तत्र चिन्तनीयं भवति एवमस्ति अस्तु पादपूर्णे अधुना नूनं शब्दस्य व्यवहारः प्रयोगः प्रदर्श्यते अग्रिमायां ऋचायां ऋचां ऋचि तत्र नूनं साते प्रतिवरं जरित्रे दुहीयत् इन्द्र दक्षिणामघोनि शिक्षास्तोत्रिभ्यो माति धग् भगोनो बृहद्बदेम विदथे सुवीराः सा का सा दक्षिणा अग्रे आगमिष्यति साते प्रतिवरम यह वरम वरमिति कामयमानम यत् कमनीयमस्ति वरम वरम वरः वरयितव्यो भवति यह वर्णीयः वर्तते काम्यः वर्तते जरित्रे स्तोत्रे यह स्तोता वर्तते चेत वह तुम्हारी वरम यत अपि काम्यम वर्तते जरित्रे स्तोत्रे स्तोता के लिए प्रतिदुहियत यतः तेन स्तुति क्रियते अतः प्रतिदुहियत बदले में इंद्र हे इंद्र दक्षिणा सा या मघोनी मघवती वर्तते मघम इति धननाम सुपठितं वर्तते धनवती या ते दक्षिणा वर्तते ताम शिक्षा दो कस्मै स्तोत्रिभ्यः ये स्तोतारः सन्ति तेभ्यः देहि परं तत्र एतद्ध्यातव्यं यदा दानं क्रियते माति धक् अस्मान् मा अतिहाय हमको छोड़ करके मत देना पहले हमको देना फिर दूसरों को देना पूर्वम अस्मभ्यं पश्चात् अन्येभ्यः अर्थात वयं तत्र त्यक्ताः न भवेम भगोनो त्वदीयः यः भगो वर्तते ऐश्वर्यं वर्तते सः नः हमारा होवे अस्माकम् अस्तु तेन बृहद्वदेम विदथे सुवीराः वयं सुवीराः सुवीराः सुवीरवन्तः कल्याणवीरवन्तः अच्छे वीर वाले अच्छे पुत्रों वाले बृहत् बहुत अधिक वदेम स्तुति करें स्तुतिम आचरेम विदथे यज्ञे येन तत्र यास्केन अर्थ क्रियते सा ते वह तुम्हारी प्रति दुग्धाम वरम प्रति दुहियत प्रति दुहियत इत्यस्य अर्थ अत्र क्रियते तत्र किं नाम लोटी प्रति दुग्धाम प्राप्त होवे बदले में मिले वरम काम्यम यद वर्तते जरित्रे स्तोत्रे यह स्तोता वर्तते तस्मै वरः कः भवति वरः वरयितव्यः यः वर्णीयो वर्तते भवति स एव वरः इति उच्यते वरः वरयितव्यः भवति जरिता गरिता गिरिस्तुतौ गरिता शब्दस्य यः अर्थः स एव जरिता शब्दस्यात्यर्थो भवति समानार्थकवेतौ धातु अत्र उच्यते दक्षिणा मघोनी का उच्यते चेत् मघवती एव मघोनी उच्यते मघमिति धननामधेयम् मघम शब्दः तत्र धननामसु पठ्यते किमर्थं मघम धनम् उच्यते चेत् मङ्गतेर्धानकर्मणः प्रायेण धननामधेयानि यानि आगच्छन्ति वेदेषु तत्र दानार्थकता यः प्रतीतिर्वर्तते तेन जायते यद्धनं भवति तद्दानाय एव भवति तदेव दीयते मंघते दान कर्मणः दानार्थकात् मंघ धातोः मघम् इति साध्यते चेत् मह्यते दीयते तत् मघम् यदेव दीयते तदेव श्रेष्ठं धनम् इति दक्षिणा दक्षिणा शब्द अकस्मात् भवति चेत् दक्षते समर्धयति कर्मणः समर्धयत्यर्थकात् दक्ष धातोः दक्षिणा शब्दः निष्पाद्यते तात्पर्यम् व्यरिद्धम् समर्धयति व्यरिद्धः रिद्धिरहितः यः यज्ञः भवति तम् यज्ञम् समर्धयति समृद्धम् करोति अथवा ऋत्विगादिरपि यः रिद्धिरहितो भवति चेत् तमपि रिद्धिसहितम् करोति समर्धयति इति अपि वा प्रदक्षिणागमनात् मन्ये सोमयागः केनचित् दृष्टः स्यात् दृष्टः अस्ति न वा अस्ति केनचित् दृष्टः अस्ति तत्र दक्षिणा क्व दीयते दक्षिणाया स्थानं क्वचित् दृष्टं वा यजमानेन ऋत्विभ्यः दक्षिणा दीयते दक्षिणस्यां दिशि यजमानः उच्चासने तत्र दक्षिणस्यां दिशि तिष्ठति तत्र च गत्वा सर्वेऽपि ऋत्विजः दक्षिणां गृह्णन्ति यथा योग्यम् चेत् तदेव उच्यते प्रदक्षिणागमनात् तत्र हि प्रदक्षिणमेव च तत्र दक्षिणाग्रहणार्थं गम्यते तैः सर्वं प्रदक्षिणमिति दक्षिणं हस्तं अन्तः कृत्वा अभ्यन्तरीकृत्य तत्र गम्यते प्रदक्षिणागमनात् दिशमभिप्रेत्य दक्षिणाशब्दः स्यात् यतोहि तत्र दक्षिणस्यां दिशि दीयते अस्तु दक्षिणा शब्दः तत् दिश्यपि आगच्छति दक्षिणा दिक् इति दिक् दिगिति दिशीयः दक्षिणाशब्दो वर्तते चेत् हस्तप्रकृतिः हस्तकारणेन तत्र दक्षिणाशब्दस्य प्रवृत्तिनिमित्तं हस्तः भवति यतोहि तस्यां दिश्येव दक्षिणः हस्तो भवति अतः सा दक्षिणा दिग् इति उच्यते यदा वयं सूर्याभिमुखं तिष्ठामः प्रातःकाले सूर्योदयकाले तदा यस्यां दिशि दक्षिणः हस्तो भवति सा दक्षिणा दिग् इति उच्यते दिग्हस्तप्रकृतिः अस्तु दक्षिणः हस्तः दक्षिणः किमर्थम् उच्यते दक्षिणा तु दक्षधातोः निर्मितः शब्दः यतोहि समर्धयति असौ उत वा दक्षिणायां दिशि गत्वा तत्र तद्गृह्यते अतः दक्षिणा उच्येत दक्षिणा दिक् अपि दक्षिणहस्तप्रकृतिर्भवति दक्षिणहस्तकारणेन दक्षिणादिग् उच्यते परं हस्तः दक्षिणः दक्षिणः किमर्थम् उच्यते चेदुच्यते दक्षिणहस्तो दक्षतेः उत्साहकर्मणः एकः वामः हस्तो भवति अपरश्च दक्षिणः तत्र अधिकम् उत्साहः दक्षिणे हस्ते भवति केषाञ्चित् मन्ये वामे हस्तेऽपि उत्साहाधिक्यं भवति वामहस्त एव आधिक्येन चलति चेत् वामैव हस्तः तेषां कृते दक्षिणा भवति तदा दक्षतेरुत्साहकर्मणः दाशतेर्वा स्यात् दानकर्मणः दानमपि तु अनेनैव दीयते दक्षिणेनैव हस्तेन दानं दीयते चेत् दानेन पानेन तु कङ्कणेन चेत् तेन दीयते अतः दक्षिणः हस्तः इति उच्यते यदि वयम् आपणे गत्वा वामहस्तेन तत्र मूल्यं दद्मः चेदपि तत्र अव्यावहारिकं मन्यते कैश्चित् तु नापि गृह्यते अन्य च उच्यते भो दक्षिणेन दीयताम् इति न तु वामेन तत्र अव्यावहारिकता मन्यते यदि वामेन हस्तेन तत्र व्यवहारः क्रियते हस्तस्य हस्तत्वं किमस्ति चेत् हस्तः उच्यते हन्तेः हन्ते हन्धातोः हस्तशब्दः वर्तते प्राशुर्हनने यतोहि अयं हस्ते यदापि हननकालः भवति हननकालः परस्यैव भवति चेत् हस्त एव सर्वतोऽग्रे गच्छति हननाय अन्यदङ्गं तथाग्रे न गच्छति वैयाकरणैः हस्तशब्दः हस्तधातोः साध्यते वैयाकरणैः हस्तधातोः साध्यते नैरुक्तैश्च हन्धातोः साध्यते अत्र व्यावहारिकता आधिक्येन दृश्यते किन्नाम नैरुक्त पक्षे तत्रापि सामान्य तो हसति क्रियायां हस्तस्य उपयोगो नास्ति, हनने तो सर्वत्रापि हस्तस्य उपयोगो वर्तते। परम कदाचित यथाद्यत्वे हास कक्षाः क्रियन्ते न तत् लाफ क्लासेस की उच्यते, लाफ क्लासेस उच्यते न, हास कक्षाः क्रियन्ते चे तत्र ऊर्ध्व बाहुतया हास्यते हस्यते वा, तत्र हस्तौ उद्यम्य हस्यते चे तत्र हस्तस्य उपयोगः हसने आगच्छति, अन्यच्च हसनमपि तदेव हसनम् उच्यते यत् ऊर्ध्व बाहुतया हस्यते, नो चेत् अन्यत् तु किं स्मितता इति उच्यते मुस्कुराना, तद् भयंकरं भवति मुस्कुराना यद् भवति तद् भयंकरं भवति। तत्र हसने किमस्ति प्रायेण भावाभिगतिर्भवति अन्यच्च प्रकटनं तत्र भावनं भवति उन्मुक्तता भवति तत्र, परं तत्र यत् किमुच्यते स्मितं स्मितं यद् भवति न मुस्कुराना इति, यतो हि तत् उन्मुच्य न तत्र हस्यते, अतः भावाभिव्यक्ति सम्यक् न भवति तत्र। सभ्यतायां तदेव उच्यते, हसना सभ्यतायां न गण्यते, तत्र तु जङ्गल् व्यवहारः गण्यते। अस्तु प्राशुर्हनने शिक्षा, शिक्षण शब्दस्य अर्थः क्रियते देही स्तोत्रिभ्यः, किं देही कामान् यदपि तैः काम्यते तान् कामान् सर्वानपि स्तोत्रिभ्यः देही, मा अस्मान् अतिदंघी हमें मत छोड़ देना, हमें छोड़ करके मत देना, हमारा ध्यान रखना, मा अस्मान् अतिहाय अस्मान् मा अतिहाय हमको न छोड़कर, दा देना, भगो नो अस्तु तद ऐश्वर्यम न अस्मभ्यम अस्तु हो भवेत् बृहत् बदेम स्वे वेदने स्वज्ञाने। भगः भग शब्दः निरुच्यते अत्र, भगो भजतेर् भज सेवायां, यतो हि भज्यते सेव्यते सौ, अतः भगः इति उच्यते। बृहदिति बृहत् किमुच्यते, बृहदिति महतो नामधेयम्, प्रशान्त बृहद् महत् जगत् क्षत्रिवच्च इति उणादौ अपि साध्यते, महतो नामधेयं भवति। किमर्थं परिवृढं भवति अतीव परिवृढम् इति बृहवृद्धौ बढ़ा हुआ, अतीव परिवृढं भवति, परितः वृढं भवति चारों ओर से बढ़ा हुआ, अच्छे प्रकार से बढ़ा हुआ। सुवीरः शब्दः आगतः, सुवीरः इत्यत्र सु मत्वर्थे मत्वर्थीयः सुप्रत्ययः वीर शब्दात्, यतो हि प्रत्ययः सर्वथापि प्रकृतेः प्रागेव तिष्ठति इति तु नियमः नास्ति, प्रागपि तिष्ठति कदाचित्, चेत् अत्रापि सुप्रत्ययः तद्धितः वर्तते मत्वर्थीयः, अत एव अर्थो दीयते सुवीरः शब्दस्य वीरवन्तः, वीरवन्तः सुवीराः। उत्वा सुशब्दः उपसर्ग तत्र निपाते एव वर्तते शोभनार्थे, चेत् कल्याणवीराः शोभनाः वीराः येषां ते सुवीराः। वीरशब्दः पुत्रार्थे आगच्छति, क्वचित् भ्रातृर्थेऽपि प्रयुज्यते, वीरवती हरियाणाप्रदेशे उच्यते, वीरवाणी वीरवाणी शब्दः अत्र प्रयुज्यते, वीरवाणी इति वीरवती, वीरवती शब्दस्य विकृतं रूपं वर्तते, चेत् यस्य श्रेष्ठाः वीराः पुत्राः सन्ति सा वीरवती इति उच्यते, वीरवाणी। वीरः भ्रातुः कृते अपि प्रयुज्यते न, किन्तु मन्ये पञ्जाबी भाषायां प्रयुज्यते वीरः, वीरा वीरा इति उच्यते, वीरा वीरा इति भाई। वीरो वीरयति वी ईरयति वी विशेषेण ईरयति प्रेरयति शत्रुन ततः पलायने तत्र बाधितान करोति वी ईरयति इति वीरः कान वी ईरयति अमित्रान ये अमित्राः सन्ति तान वी ईरयति विशेषेण ईरयति ततः वेतेर्वास्यात् यतो हि अमित्रान अभिमुखं गच्छति वेतेर्वास्यात् गतिकर्मणः शत्रून अभिमुखं गच्छति अत एव वीरः इति उच्यते वीरयतेर्वास्यात् वीर शूरवीर विक्रांतौ वीरयतेर्वास्यात् अस्तु नूनं निपातस्य व्याख्यानं जातम् अधुना सीमिति सीमिति परिग्रहार्थीयो वा पदपूर्णो वा परितः ग्रहणम् यत्रार्थे क्रियते स परिग्रहार्थीयः भवति अथवा पदपूर्णो भवति प्रसीमादित्यो सृजत् आदित्यः प्रसृजत् प्रसृजत् इति दीयते एव अग्रे सीम सीमिति सर्वाभ्यादिभ्यः चारो ओर से सर्जन किया रश्मियों का परितः प्रसृजदिति वा प्रसृजत् सर्वत इति वा उभयथापि व्याख्यातुं शक्यते प्रकर्षेण असृजत् चेत् पादपूर्णो भवति प्रासृजत् सर्वत इति वा चेदत्र परिग्रहार्थीयो भवति उभयथापि अत्र व्याख्यायते इति वा विसीमतः सुरुचो वेन आवह चारों ओर से सुरुचः सूर्यकिरणाः सुरुचः इतो हि शोभना रुच्यन्ते ते अतः कमनीयापि भवन्ति स करोति अग्रे अर्थ दीयते इति च व्यवृणोत् व्यवृणोत् खोल दिया उद्घाटितवान् व्यवृणोत् सर्वत आदित्य व्यवृणोत् अर्थात खोल दिया उद्घाटित कर दिया उद्घाटितवान् आदित्य सुरुच आदित्य रश्मिय आदित्य रश्मि आदित्य रश्मियों को आदित्य ने खोल दिया चारों से खोल दिया सर्वथा उद्घाटित आदित्य रश्मय चल दिने स उद्घाटयति अन्य च रात्रौ स संहरति तान कृणान तत्रापि एका घटना तत्र दीयते भगवद्गीत महोदयै यत् आप्य परमाणवो यदा अधिका भवन्ति चेत् स रात्रिकालः इति उच्यते अन्य च आग्नेयपरमाणवः यदा अधिका भवन्ति चेत् स दिवस्कालः इति उच्यते न दिवस्कालः तु परिणामः वर्तते न दृश्यते स तत्तु परिणामत्वेन दृश्यते तत्पृष्ठे तु किमपि न तथा नास्ति दिनं तु परिणामत्वेन वर्तते परिणामत्वेन वर्तते सुरुचः आदित्यरश्मयः आदित्यरश्मयः सुरुच उच्यन्ते किमर्थं सुरोचनात् यतो हि ते सुरुच्यन्ते अच्छी लगती है बहुत अच्छी लगती है रुचि धातु अथवा दीप्यर्थात रुचि दीप्तौ परमत्रापि वर्तते न किं नाम मोदकम रोचते फिर मोदकम रोचते अत्र रुचि कस्मिन् अर्थे वर्तते रुचि ही अथवा रुचि ही आमन्य परोक्षतस्तु तत्रापि दीप्तिरेव स्यात् तस्य स्वादः तत्र दीप्तो भवति अत्र प्रकाशः दीप्तो भवति किमुच्यते नहीं केवलम आलंकारिकम न वर्तते आरंभिकम अपि अत्र दीयते यतो हि वेदे अग्रे वर्णनम आगमिष्यति वेदे ही ये मंत्राः सन्ति न्यूनातिन्यूनं तेषां त्रिविधा अर्थाः क्रियन्ते तत्र यज्ञपरकाः अन्यच दैव परकाः अन्यच अध्यात्म परकाः अर्थाः क्रियन्ते चेत् यदा आदिदैविकाः अर्थाः क्रियन्ते तत्र आदिदैविक्यः घटनाः याः किल पूर्वं घटित वत्यः अधुना चापि किं नाम घटन्ते चेत् तेषां तासां सर्वासामपि अत्र वर्णनं वर्तते, न केवलम् आलङ्कारिकमेव वर्णनं वर्तते. आलङ्कारिकम् एवं तत्र कथयितुं शक्यते यत् मन्ये आदित्य एव तेषां किरणानां संहारकः अन्यच्च उद्घाटकः वर्तते इति. परं सा परिस्थितिः तादृशी वर्तते यत् तस्य कर्तृत्वं कर्तृत्वे तत्र विचार्यमस्ति, कर्तृत्वं तस्य किन्निबन्धनं वर्तते इति, किरणानाम् उद्घाटने अथवा संहरणे. चेत् स एव तत्र मूलत्वेन तिष्ठति, आदित्य एव किरणानां मूलत्वेन तिष्ठति, अतः स तेषां कर्ता इति उच्यते, तेषां स्वामी इति उच्यते अश्वपति. सुरुचः अपि वा सीम् इत्येतत् यथा प्रयोगः दत्तः विसीमतः सुरुचो वेन आवः. अत्र सीमतः इति कः शब्दः चेदुच्यते, अपि वा सीम् इत्येतत् अनर्थकम् उपबन्धम् आददीत. उपबन्धशब्दः अत्र प्रत्यये वर्तते, उपबन्ध इति प्रत्ययः, अनर्थकम् अर्थात् अनर्थान्तर्वाचिनम्, कश्चित् अर्थान्तरः अत्र न प्रतीयते चेत् अनर्थान्तर्वाचिनम् उपबन्धम् अर्थात् प्रत्ययम् आददीत गृह्णाति सीम् इत्येषः शब्दः, अत एव सीमतः इत्यत्र भवति. पुनरुच्यते सीम् इत्येतत् अनर्थकम् उपबन्धम् आददीत. पञ्चमीकर्माणमिति पञ्चम्यर्थकम्, पञ्चम्यां केवलम् अर्थः अत्र आगच्छति. सीम्नः सीमतः इति सीम्नः, सीम्नः सीमतः चेत् एषः उपबन्धः प्रत्ययस्तु अत्रापि वर्तते एव, तसि प्रत्ययो वर्तते पञ्चम्यर्थे, विभक्तिसञ्ज्ञकः पञ्चम्यास्तसिरिति. सीमतः पुम्मद्भावः तत्र उच्यते, पुम्मद्भावस्तु अस्य न भविष्यति. अत्र तु सीम शब्दः प्रयुज्यते न, सीम शब्दादेव तस्तः प्रत्ययो क्रियते. तस्य अन्येन प्रसिद्धेन शब्देन तस्य विवरणं दीयते सीमातः इति, तत्समानार्थकः सीमा शब्दः सीमातः इति. सीम् इति निपातः, तस्माच्च पञ्चम्यर्थकः तः प्रत्ययः किमस्ति, सीमा तस्तत् समानार्थक एव सीमा शब्दः वर्तते. सीमा शब्दस्तु प्रसिद्धो वर्तते शीयबन्धने इत्यस्मात्, शीयबन्धने धातुर्वर्तते तस्मादेव मनि निसति, सीमन् शब्दः निष्पद्यते चेत् तत्र बन्धनं वर्तते. किं बन्धनं वर्तते अग्रे उच्यते. सीमातः मर्यादातः, मर्यादातः सीमा मर्यादा, सीमा मर्यादा उच्यते. किमर्थम् उच्यते सीमा मर्यादा, विषीव्यति देशौ पृथक् पृथक् वर्तिनौ द्वौ देशौ स्तः तौ देशौ एकत्र विषीव्यति, अत एव सीमा इति उच्यते. तेषां यथा वस्त्राणि भवन्ति, वस्त्रद्वयम् अस्ति पृथक् पृथक् चेत् तेषाम् एकत्रापि मेलनं यदा क्रियते चेत् सा सीमा इति उच्येत द्वयोः वस्त्रयोः. किमस्ति बन्धनं, सीव्यनं वा सीवनं, सीवनं भवति तदेव सीवनम् इति उच्यते. क्षीम् शिव अस्तु. सर्वतः चारों ओर से प्रासृजत् न, तत्र अर्थद्वयं दत्तं न, प्रासृजत् इति वा प्रकर्षेण असृजत्, प्रासृज सर्वत इति वा, सर्वत इत्यत्र परिग्रहार्थः प्रदर्शितः. परिग्रहार्थः प्रदर्शितः अस्यैव रूपभेदत्वेन प्रयोगः प्रदर्शितः. अयमेव शब्दः अत्रापि वर्तते न तु अन्यः मर्यादा विषीव्यति देशाविति इति अधुना अपरः निपातः आगतः त्वैति त्वैति विनिग्रहार्थीयम् विनिग्रहार्थीय भवति सर्वनाम अनुदात्तम् अर्धनाम इत्येके सर्वनाम भवति विनिग्रहार्थीयम् अनुदात्तम् अनुदात्तम् तु तत्र उच्यते त्वत्व समसीम नेम इत्यनुच्यानि इति तत्र फिट् सूत्रे उच्यते अर्धनाम अर्धनाम इत्येके अर्धनामे अर्ध शब्दस्य अर्थे अस्य प्रयोगः इति उच्यते ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरिषु ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत्वः सोम्यागे हि ऋत्विजां चतुर्वर्गाः भवन्ति चत्वारः वर्गाः भवन्ति ब्रह्मवर्गः अध्वर्युवर्गः उद्गात्रिवर्गः अन्यच्च होत्रिवर्गः तदेव अत्र प्रदर्श्यते कार्यभेदेन ऋचां त्वः त्वः इति एकः अपरः अन्यः पोषं पुष्टिम् आस्ते पुष्टिं कुर्वाणः आस्ते पुपुष्वान् स होता भवति गायत्रं तु गायति शक्वरिषु स उद्गाता भवति ब्रह्मा तु वदति जातविद्यां ब्रह्मा एकः भवति सः तत्र कर्मणि सर्वस्मिन्नपि कर्मणि विद्यां विज्ञानं तत्र वदति यतोहि ब्रह्मा हि जानतः परिदृढो वर्तते इति अग्रे वक्ष्यते अपरः चतुर्थः वर्तते यज्ञस्य मात्रां विमीमीत यज्ञस्य मात्रां यः तत्र मिमीते सः भवति किं नाम अध्वर्युः इति ऋत्विक्कर्मणां विनियोगम् आचष्टे ऋत्विजां यानि कर्माणि सन्ति तेषामत्र विनियोगः अस्यां ऋचि उच्यते ऋचाम् एकः पोषमास्ते पुपुष्वान् कः होता स होता भवति होत्रिवर्गः ऋक् का उच्यते ऋक् अर्चनी अर्चते स्तूयते अनया इति अर्चनी गायत्रमेको गायति शक्वरिषु शक्वरिषु ऋक्षु एकः गायत्रं छन्दः गायति स कः वर्तते उद्गाता उद्गातारः भवन्ति सामवेदिनः गायत्रं गायते स्तुतिकर्मणः गै शब्दे धातुः वर्तते तस्मादेव गायत्रं शब्दः निर्मीयते शक्वर्यः ऋचः शक्वरि नाम्न्यः ऋचः वर्तन्ते तासां नाम वर्तते शक्वरी इति किमर्थं शक्नोते शक्लि शक्तौ न शक्वरि छन्दो न वर्तते शक्नोते तद्यद् आभिर्वृत्रम् अशकद् हन्तुम् इति सृष्टेः आदौ आदिभूता घटना वर्तते यदा मनुष्यस्यापि प्रादुर्भावः नासीत् इति पण्डितेन भगवद्दत्तेन तत् उच्यते आरम्भे एव वृष्टिर्जाता चेत् तद्यत् आभिः शक्वरीभिः ऋग्भिः वृत्रं मेघम् अशकत् हन्तुं विनाशयितुं ताः अशकन् अतः तच्छक्वरीणां शक्वरितं शक्वरीणां शक्वरितं तदेव वर्तते इति विज्ञायते ब्रह्मैको एकः अपरः ब्रह्मा भवति स जाते जाते कर्मणि विद्यां वदति ज्ञानं वदति एतदेवम् एतदेवम् इत्यादिकं ब्रह्मा सर्वविद्यः सर्वाः विद्याः यस्य स सर्वविद्याः सर्वं वेदितुम् अर्हति सर्वमपि ज्ञातुम् अर्हति स अत एव ब्रह्म भवति ब्रह्मा परिवृढः वर्तते बढावुवा केन श्रुततः ज्ञानेन ब्रह्म परिवृढं सर्वतो ब्रह्मापि परिवृढम् उच्यते ब्रह्म ईश्वरः उच्यते तदपि परिवृढं भवति सर्वतः यज्ञस्य मात्रां विमिमीते एकः अध्वर्युः यज्ञस्य मात्रां विमिमीते निश्चितां करोति अध्वर्युः स भवति अध्वर्युः अध्वरयुः अर्थात् अध्वरं युनक्ति अध्वरम युनक्तीति अध्वर्युः सन् अध्वर्युः भवति अध्वरम सैव युनक्ति सर्वाण्यपि कार्याणि सैव तु तत्र निर्वहति अध्वर्युरेव अन्यत् तिष्ठन्ति एव प्रायेण अतएव उच्यते अध्वरम युनक्ति अध्वरस्य नेता सैव अध्वरस्य नेता अपि वर्तते अध्वरम कामयते इति वा सैव अध्वरम कामयते अपि वा अधियाने युर उपबन्ध अध्वरम अधीते इति अध्वर्युः तदधीते तद्वेदः चेद् युः प्रत्ययः कृतः अध्येतरि अभिधेये अध्वरम अधीते इति अध्वर्युः अध्वर शब्दः कः वर्तते अध्वर इति यज्ञनाम अध्वरः यज्ञः उच्यते धरतिर् हिंसाकर्म तत्प्रतिषेधः द्विधातु हिंसायां वर्तते यत्र हि हिंसायाः अभावः सर्वथापि भवति अतैव अध्वर इति उच्यते कर्मकाण्ड गतैः जनैः अद्यतनीनैः उच्यते यत् तत्र अश्वादीनां तत्र अवतीर्दीयते सा तु वैदिकी वर्तते वैदिकी हिंसा हिंसा न भवति इति ते हि अनुमोदितं वर्तते तत्र एवमेव कल्पितं वर्तते नै एवम् वैदिक हिंसा हिंसा नै एवमस्ति न हिंसा शब्देन किम् उच्यते शास्त्रविरुद्धाचरणमेव हिंसा इति उच्यते शास्त्रविरुद्धाचरणम् शास्त्रमिति यत् विधानशास्त्रं वर्तते ऋषिभिः प्रणीतं विधानशास्त्रम् इति वर्तते प्राणघातः हिंसा न उच्यते अथवा प्राणघातः हिंसा उच्यते प्राणघातः हिंसा उच्यते अथवा शास्त्रविरुद्धाचरणं हिंसा उच्यते प्राणघातः हिंसा न उच्यते यतोहि क्वचित्तु प्राणघाते सति पुरस्क्रियते तत्र चेत् प्राणघातः हिंसा न भवति शास्त्रविरुद्धाचरणं हिंसा भवति यदि च शास्त्रेण अनुमोद्यते वेदेन वा स्मृतिशास्त्रेण वा अथवा अन्येन केनचित् तथाचरणं हिंसा न उच्यते तस्यैव अनुवादभूतम् एतद् वाक्यं भवति अनुवादकभूतम् इति उच्यते यत्किञ्चित् पशु बीजादिकम् वाक्यं तथा ध्वनि स्पष्टतया नागच्छति न जाने किं कारणं भवति मध्ये मध्ये स्खलनं भवति दुर्गटीकायां षट् पञ्चाशत्तमे षड्विंशति इति आरम्भे आनन्दाश्रमतः प्रकाशितो वर्तते चोखम्बातः दुर्गटीका प्रकाश्यते चोखम्बातः कुत्र प्रकाश्यते दुर्गटीका अनुसारिणी वर्तते न तु दुर्गटीका वर्तते तत्र दुर्गटीका नास्ति दुर्गटीका तु आनन्दाश्रमतः प्रकाशितः वर्तते अन्यच्च भण्डारकर् इति पूना मध्ये एकं प्रकाशनं वर्तते तेनापि प्रकाशितः आसीत् राजवाडे संस्करणम् अतीवसुन्दरम् आसीत् भागद्वयात्मकमेव ततः प्रकाशितमासीत् चेत् अत्र नास्ति दुर्गे नास्ति तत्र स्यात् मन्ये किं वाक्यमस्ति स्मर्यते न समीयते एतत् खण्डं पूरयामः निरुबन्धनिपात इति यजनाम ध्वरतिरिंसाकर्म तत्प्रतिषेधो अस्तु निपात इत्येके एके कथयन्ति अपरैस्तु उक्तं यत् सर्वनाम वर्तते त्व शब्दः अपरयुच्यते निपात इत्येके तत् कथम् अनुदात्त प्रकृति नाम स्यात् यदि नाम वर्तते चेत् अनुदात्त प्रकृति कथं भवति अन्यच्च दृष्टव्ययं तु भवति अस्य तु व्ययो दृश्यते निपातास्तु अव्ययसंज्ञकाः भवन्ति इति तु अत्रापि स्वीक्रियते स्वरादिनिपातम् अव्ययम् अस्य व्यय दृश्यते अन्यासु विभक्तिषु प्रयोगः दृश्यते व्ययः स एव भवति तु उतत्वं सख्ये स्थिरतीतमाहु एकः तादृशः भवति यः सख्ये सखी व्यवहारे मित्र व्यवहारे मैत्रीये कर्मणि स्थिरपीता स्थिरः भवति इति इति द्वितीयायाम् अत्र द्वितीयायाम् वर्तते त्वं शब्दः उतो त्वस्मै तन्वं विसस्रे त्वस्मैति चतुर्थी इति चतुर्थ्याम् अथापि प्रथमा बहुवचने अग्रिमे खण्डे प्रथमा बहुवचने अस्य ऋचि तत्र प्रयोगः प्रदर्शयिष्यते चेत् अलं कुर्मः यो भूतं च भव्यं च सर्वं यश्च तिष्ठति सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै शांति शांति।